गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं श्रूयते, भगिनी एकवारं स्मारयतु. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरु विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपृज्यते न हि धनम् विद्या विहीना पशुः. धन्यवादः भगिनी. गते वर्गे द्वितीया विभक्तिः इति पाठः समापितः. अद्य नूतनपाठः आरभ्यते. नूतनविषयं प्रति सरेम. लृट् लकारः इति विषयस्य चिन्तनम् आरभ्यते. लृट् लकारः इत्युक्ते कः? संस्कृतभाषायां दशलकाराः सन्ति. तेषु केचन लकाराः कालवाचकलकाराः, अन्ये लकाराः भाववाचकलकाराः. तस्मिन्नेव प्रसङ्गे एकः श्लोकः अस्ति, लट् वर्तमाने, लेट् वेदे, भूते लुङ् लङ् लिटस्तथा, विद्याशीषोस्तु लिङ् लोटौ, लुट् लृट् लृङ् च भविष्यति. लुट् लृट् लृङ् एते त्रयः लकाराः भविष्यत्कालार्थे प्रयुज्यन्ते. लट् लिट् लुट् लृट् लेट् लोट् लङ् लिङ् लिङ् इत्युक्ते विधिलिङ् आशीर्लिङ् लुङ् लृङ् एते दशलकाराः सन्ति. लेट् लकारं त्यक्त्वा दशलकाराः सन्ति. तेषु केचन लकाराः कालवाचकलकाराः, केचन लकाराः भाववाचकलकाराः. षट्सु कालवाचकलकारेषु लृट् लकारः अन्यतमः, कालवाचकलकारेषु लृट् लकारः एकः. भविष्यत्कालार्धे लृट् लकारः प्रयुज्यते. लृट् शेषे च इति एकं सूत्रमस्ति. लृट् शेषे च इति सूत्रेण अयं लकारप्रत्ययः विहितः भवति. भविष्यति इति कालं बोधयितुम् अथवा निर्देष्टुं लृट् लकारप्रत्ययः विहितः भवति. न केवलम् अद्यतनभविष्यत्कालः, अनद्यतनभविष्यत्कालः द्वयोः प्रसक्तिः अस्ति चेत् लृट् लकारः विहितः भवति. इत्युक्ते अनद्यतनभविष्यत्कालः, अद्यतनभविष्यत्कालः द्वयोः अर्थं बोधयितुं लृट् लकारः विहितः भवति. केवलम् अनद्यतनभविष्यत्कालं बोधयितुं लुट् लकारः प्रयुज्यते. केवलम् अनद्यतनभविष्यत्कालं वक्तुमिच्छामश्चेत् लुट् लकारः, अद्यतनकालः अनद्यतनकालः द्वयोः इत्युक्ते अवधिद्वयं द्वयोः विवक्षा अस्माकं मनसि अस्ति चेत् तदा लुट् लकारः प्रयुज्यते. एकं वाक्यं वदामि, रामः वनं गमिष्यति इति कथनेन रामः अद्य वनं गमिष्यति अथवा श्वः अपि वनं गमिष्यति इति वक्तुं शक्यते. रामः अद्य श्वः वा वनं गमिष्यति इति अर्थः. इत्युक्ते अनद्यतनभविष्यत्कालः, अद्यतनभविष्यत्कालः द्वयोः कालयोः विवक्षा अस्माकं मनसि अस्ति चेत् लृट् लकारः प्रयुज्यते. अपि च अद्यतनकालः नाम किम् इति अपि ज्ञातव्यम्. अद्यतनकालः अनद्यतनकालः द्वयोर्मध्ये भेदः अस्ति. अद्यतनकालः इत्युक्ते कः? गतरात्रेः अन्तिमप्रहरात् आरभ्य आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्. गतरात्रेः अन्तिमप्रहरात् आरभ्य आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तं यावान् कालः अस्ति सः कालः अद्यतनकालः इति उच्यते. अनद्यतनम् इति कथनेन न विद्यते अद्यतनं यस्मिन् तत् इति विग्रहवाक्यं भवति. अनद्यतनं यः कालः अद्यतनकालः नास्ति सः एव अनद्यतनकालः. अनद्यतनम् इत्यस्मिन् पदे नञ् बहुव्रीहिसमासः अस्ति. केवलम् अनद्यतनभविष्यत्कालं निर्देष्टुम् इच्छामश्चेत् तदा लुट् लकारः प्रयुज्यते. किन्तु अद्यतनभविष्यत्कालः, अनद्यतनभविष्यत्कालः द्वयोः विवक्षा, कालविवक्षा द्वयोः कालविवक्षा अस्माकं मनसि अस्ति चेत् तदा लृट् लकारः एव प्रयोक्तव्यः. लुट् लकारः अपि अर्धधातुकः, लृट् अपि अर्धधातुकः. लकारद्वयम् अर्धधातुक लकारद्वयं भवन्तः सर्वे जानन्ति एव. केवलं स्मरणार्थं वदन्ती अस्मि. रुट् लकारस्य कृते कानिचन वाक्यानि वदामि. अद्य गुरुवासरः अस्ति, श्वः शुक्रवासरः भविष्यति, अधुना अमेरिकादेशे दिनमस्ति, पश्चात् रात्रिः भविष्यति, अहं श्वः अपि संस्कृतं पठिष्यामि, बालः क्रमशः एधिष्यते, एधते इति आत्मनेपदी, बालः क्रमशः एधिष्यते, किञ्चित् कालानन्तरं मम बुभुक्षा जनिष्यते, संस्कृतं विश्वे विराजिष्यते, भारतीयकीर्तिः विश्वे विराजिष्यते. किमर्थं? संस्कृतभाषायाः कारणेन. तेन सर्वे भारतीयाः मोदिष्यन्ते. सस्यं शीघ्रं वर्धिष्यते चेत् वृक्षः भविष्यति. मनसि उद्वेगः जनिष्यते चेत् भगवद्गीता पठिष्यते. वयं सर्वे मिलित्वा सम्यक् रीत्या संस्कृतभाषाम् अवगन्तुं प्रयतिष्यामहे. बहुशीघ्रम् एषा संस्कृतभाषा विश्वभाषा भविष्यति, अथवा संस्कृतभाषा विश्वे विराजिष्यते. ईदृशानि वाक्यानि लेखितुं शक्नुमः. अस्माकं पुस्तके अपि कानिचन वाक्यानि दत्तानि. सप्तवाक्यानि स्थापितानि सन्ति पुस्तके. तेषां वाक्यानां पठनात् पूर्वम् आदौ श्लोकाः सन्ति. सप्तश्लोकाः स्थापिताः. ते श्लोकाः गीतातः उद्धृताः. भगवद्गीतायाः द्वितीयाध्याये इत्युक्ते साङ्ख्ययोगात् उद्धृताः श्लोकाः अत्र स्थापिताः सन्ति. श्लोकानां प्रसङ्गे अद्य चिन्तनं मास्तु. किमर्थं चेत् श्लोकसम्बद्धविषयाः बहवः विषयाः न परामृष्टाः, वयं न जानीमः. इत्युक्ते श्लोकानां चिन्तनं कर्तुमिच्छामश्चेत् सन्धयः अपि च समासाः एतत् सर्वं ज्ञातव्यं. श्लोकसम्बद्धविषयाः बहवः विषयाः ज्ञातव्याः. तदर्थं श्लोकानां चर्चा मास्तु अद्य. तेषु सप्तसु श्लोकेषु रक्तवर्णैः लिखितानि पदानि सन्ति. तानि पदानि क्रियापदानि. श्लोके रक्तवर्णैः लिखितानि पदानि क्रियापदानि अथवा तिङ्गन्तपदानि अथवा लृट् लकारयुक्तानि पदानि. इत्युक्ते श्लोकेषु लृट् लकाररूपाणि दत्तानि. अस्माकं शीर्षकमस्ति करिष्ये वचनं तव इति. भूमा भगिनी, भवती वदतु करिष्ये वचनं तव. अर्जुनः कृष्णं प्रति वदति करिष्ये वचनं तव. श्लोकं जानाति वा? न जानामि. अस्माकं पाठस्य शीर्षकमस्ति करिष्ये वचनं तव. इदं वाक्यं गीतायां कुत्र वर्तते? अष्टादशाध्याये गीतोपदेशात् अनन्तरम् अर्जुनः कृष्णं प्रति वदति. तदेव अष्टादशाध्यायस्य नाम अस्ति मोक्षसन्न्यासयोगः. तस्य अन्यनामापि अस्ति सर्वगीतार्थसारसङ्ग्रहयोगः इति मया दृष्टम्. अष्टादशाध्यायस्य नाम मोक्षसन्न्यासयोगः, सर्वगीतार्थसारसङ्ग्रहयोगः. तस्मिन् अध्याये श्लोकः अस्ति. श्लोकः एवमस्ति: नष्टो मोहः स्मृतिर्लब्ध्वा त्वत्प्रसादात् मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव इति अर्जुनेन उक्तम्. नष्टो मोहः स्मृतिर्लब्ध्वा त्वत्प्रसादात् मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव इति उक्तमस्ति. एकवारम् अन्वयं वदामि. हे अच्युत, तव प्रसादात्, प्रसादः इत्युक्ते अनुग्रहः, तव अनुग्रहात् मम मोहः नष्टः, स्मृतिः लब्धा, स्मरणं लब्धम्. कीदृशस्मृतिः लब्धा? कीदृशस्मरणं लब्धम्? कर्तव्यस्मरणं प्राप्तं. मम कर्तव्यं किम् इति ज्ञातम् इति तत्र अर्थः अस्ति. तव अनुग्रहात् मम मोहः नष्टः, कर्तव्यस्मरणं लब्धम्, गतसन्देहः स्थितः अस्मि. गोमती भगिनी, गतसन्देहः इति एकं पदम् अस्ति, अर्जुनस्य विशेषणमस्ति. तस्मिन् प्रसङ्गे किञ्चित् वक्तुमिच्छति वा? गतसन्देहः, अहं गतसन्देहः अस्मि, बहुव्रीहि समासः भवति तत्र. सन्देहः गतं विषयः, एतदेव जाने, बहुव्रीहि समासः न भगिनी? तदेव श्रोतुमिच्छामि. आहत्य अर्थः कः? भगवदनुग्रहात् मम अविवेकः नष्टः जातः, मम अविवेकः अपगतः, कर्तव्यस्मरणं जातं मनसि, इदानीम् अहं विगतसन्देहः स्थितः अस्मि. अहं विगतसन्देहः, अतः तव वचनं करिष्ये. करिष्ये इति क्रूधातुः सकर्मकधातुः उभयपदी अस्ति इति कारणतः करिष्ये इति आत्मनेपदिरूपम् अस्ति. उत्तमपुरुष एकवचनरूपम् अस्ति. करिष्ये भविष्यत्कालरूपम्, उत्तमपुरुष एकवचनरूपम् अत्र दत्तमस्ति. अत्र गतसन्देहः इति पदं समस्तपदम् अस्ति. अस्मिन् पदे यथा भगिन्या उक्तं बहुव्रीहिसमासः अस्ति. गतः सन्देहः यस्मात् सः, अथवा गताः सन्देहाः यस्मात् सः इति विग्रहवाक्यं वक्तव्यं भवति. यस्मात् सः इति विग्रहवाक्ये उक्तम् अस्ति खलु, तदर्थं पञ्चम्यर्धबहुव्रीहिः इति वक्तव्यमस्ति. बहुव्रीहिसमासस्य प्रसङ्गे समानाधिकरणबहुव्रीहिः इति एकः प्रभेदः अस्ति, व्यधिकरणबहुव्रीहिः अन्यप्रभेदः अस्ति. एवं रीत्या बहवः प्रभेदाः बहुव्रीहिसमासे सन्ति. अत्र समानाधिकरणबहुव्रीहिसमासः अस्ति, अपि च पञ्चम्यर्धबहुव्रीहिसमासः इति वक्तव्यं भवति. किमर्थं चेत् यस्मात् सः इति, अन्यत् उदाहरणम् एकं वदामि. पतितपर्णः इति एकं पदम् अस्ति, समस्तपदं. पतितपर्णः, पतितपर्णः इत्युक्ते वृक्षः, वृक्षस्य विशेषणमेव पतितपर्णः. पतितानि पर्णानि यस्मात् सः इति विग्रहवाक्यं भवति. पतितपर्णः इत्यस्मिन् पदे अपि पञ्चम्यर्धबहुव्रीहिसमासः अस्ति. अत्र गतसन्देहः अर्जुनः, अर्जुनस्य विशेषणं भवति. अत्र गत इति पदस्य प्राधान्यं नास्ति, सन्देहः इति पदस्य प्राधान्यं नास्ति, किन्तु अन्यपदस्य प्राधान्यम् अस्ति. अन्यत् पदं किम्? अर्जुनः. अर्जुनस्य प्राधान्यमस्ति, तदर्थमेव गतसन्देहः इति पदम् अर्जुनस्य विशेषणं भवति. अन्यपदार्थप्रधानः बहुव्रीहिः. अपि च वयमपि कदा गतसन्देहाः भवामः? गतसन्देहः इति विशेषणं, गतः सन्देहः येभ्यः ते इति. समस्तपदं बहुवचने अस्ति चेत् किञ्चित् परिवर्त्य विग्रहवाक्यं वक्तव्यं भवति. अत्र अर्जुनस्य विशेषणमस्ति इति कारणतः एकवचने एव वक्तव्यम्, अर्जुनः गतसन्देहः. वयं कदा गतसन्देहाः भवामः, कथं भवामः? गीतायाः सम्पूर्ण अवगमनानन्तरम् इति मम चिन्तनं. भवती किं चिन्तयति? सम्पूर्ण अवगमनार्थं जन्म गीतायाः अवगमनानन्तरं किञ्चित् अवगमनम्. उत्तमम्. अधुना दशाधिक एकशतं पुटं पश्यन्तु, तत्र श्लोकाः सन्ति. भगिनी, श्लोकान् पठितुमिच्छति वा? अत चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि, ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि. अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययां, सम्भावितस्य चाकीर्तिर्मरणादिति विच्यते. भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः, येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्. अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः, निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्. हतो वा प्राप्स्यसि स्वर्गं, जित्वा वा भोक्ष्यसे महीं. तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः, सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ. ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि. येषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु. बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रकाश्यसि. उत्तमं भगिनि. अत्र द्वितीयाध्यायस्य त्रयस्त्रिंशत् श्लोकात् आरभ्य एकोनचत्वारिंशत् श्लोकपर्यन्तम् अत्र दत्तमस्ति. सप्तश्लोकाः सन्ति इति मन्ये. एकोनचत्वारिंशत् नो चेत् नवत्रिंशत् त्रयस्त्रिंशत् श्लोकात् आरभ्य नवत्रिंशत् श्लोकपर्यन्तम् अत्र दत्तमस्ति. अस्मिन् श्लोके कानिचन पदानि तिङन्तपदानि दत्तानि, लुट् लकाररूपाणि दत्तानि. करिष्यसि तस्मिन् प्रसङ्गे वक्तुमिच्छति वा? कृ धातु करिष्यसि लुट् लकार मध्यमपुरुष एकवचनं. गोमती भगिनी अत्र किं ज्ञातव्यं करिष्यसि इति पदस्य प्रसङ्गे, किञ्चित् वदतु. कृ कर् भवति वा इत्युक्ते अत्र परस्मैपदिरूपं दत्तमस्ति. करोति इति लट्लकाररूपम् अस्ति, करिष्यति इति लुट्लकाररूपमेव, किन्तु प्रथमपुरुषरूपम् अत्र मध्यमपुरुषरूपं दत्तमस्ति खलु. करिष्यति, करिष्यतः, करिष्यन्ति, करिष्यसि, करिष्यतः, करिष्यथ, करिष्यामि, करिष्यावः, करिष्यामः. उत्तमम्. एवं रीत्या रूपाणि भवन्ति, भविष्यत्कालरूपाणि भवन्ति. अत्र गोमती भगिनी कृपया वदतु. लुकृञ्यति धातुः ण्यकारस्य हलन्त्यमिति सूत्रेण तस्य लोपः भूत्वा तत् अपगच्छति. डु आदिर्णीटुडवः इति सूत्रेण डु इत्यस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तदपि अपगच्छति. कृ इति तिष्ठति. दुकृञ्धातु तनादिगणे कर्णे इत्यर्थे अस्ति. सकर्मकधातुः अस्ति, सेट् अस्ति, उभयपदिधातुः अस्ति, नकारः अस्ति, अतः स्वरितनितः आत्मनेपदम् इति भवति. यदा फलं कर्तुः भवति तदा तदात्मनेपदि, अन्यस्य कृते अन्येषां कृते भवति चेत् परस्मैपदि. अतः कृ धातुः उभयपदिधातुः. अत्र करिष्यसि इति दत्तं लृट् लकारस्य परस्मैपदी रूपाणि कृ धातुः. करिष्यति, करिष्यतः, करिष्यन्ति, करिष्यसि, करिष्यथः, करिष्यथ, करिष्यामि, करिष्यावः, करिष्यामः इति रूपाणि. अत्र तु मध्यमपुरुषस्य एकवचनम्. उत्तमं, साधु भगिनि, तदेव स्वरितनितकर्तृभिप्रायक्रियाफले इति सूत्रेण धातुः उभयपदी भवति इति चर्चितं. लौकिकधातुः क्रु अस्ति. क्रु धातुः स्वाभाविकतया अनिट् धातुः. अजन्तधातवः अनिटः भवन्ति, इत्युक्ते तस्मिन् धातौ इडागमयोग्यत्वं नास्ति. अत्र स्या इति प्रत्ययः अस्ति. भविष्यत्कालार्थे स्या इति प्रत्ययः आयाति. स्या इति प्रत्ययः सकारादिप्रत्ययः. सकारः वलादिवर्णः. स्या इति लकारनिमित्तिकविकरणप्रत्ययः इति वक्तव्यमस्ति. गणविकरणप्रत्ययाः भिन्नाः, लकारनिमित्तिकविकरणप्रत्ययाः भिन्नाः. अत्र स्या इति लकारनिमित्तिकविकरणप्रत्ययः अस्ति. सकारादिप्रत्ययः, सकारादिप्रत्ययः अस्ति इति कारणतः सकारः वलादिवर्णः. अतः स्या इति प्रत्यये इडागमयोग्यत्वम् अस्ति, किन्तु धातौ इडागमयोग्यत्वं नास्ति. किमर्थम् अत्र इडागमः भवति इति प्रश्नः उदेति. तस्य उत्तरं किम् इत्युक्ते, प्रत्यये इडागमयोग्यत्वं, धातौ अपि इडागमयोग्यत्वं, द्वयोः प्रसङ्गे इडागम अनुकूलता अस्ति चेदेव इडागमः भवति इति साधारणनियमः. किन्तु अपवादाः सन्ति. अत्र विशिष्टसूत्रेण रुद्धनोः स्ये इति सूत्रेण इडागमः भूत्वा ईकारः मध्ये आयाति. तदर्थमेव करिष्यसि इति रूपं सिद्ध्यति. क्रू कर् कथं भवति? ऋकारः अर् भवति, गुणकार्यं भवति. गुणकार्यं भवति इत्युक्ते तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण स्या इति अर्धधातुकप्रत्ययः अस्ति, अतः गुणः भवति. लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति कारणतः लकारनिमित्तिकविकरणप्रत्ययं निमित्तीकृत्य अत्र धातौ गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इत्यनेन. तेन क्रु कर् भवति. तत्पश्चात् इडागमः भवति विशिष्टसूत्रेण. तदर्थमेव कर् योगः ई योगः स्यसि. गोमती भगिनी वक्तुमिच्छति वा अत्र सकारस्य षत्वं किमर्थं भवति? षत्वम् आदेशप्रत्ययोः इण्कोः आदेशप्रत्ययोः भवति. अत्र कर् करि आदिशप्रत्ययोः इति सूत्रेण भवति, तद् जानामि. कृ सकारः अस्ति, सकारस्य षकारः भवति. पश्यतु, आदौ स्या इति विकरणप्रत्ययं निमित्तीकृत्य धातौ गुणकार्यं भूत्वा कृ कर् भवति. कर् योगः ई इत्युक्ते अत्र इकारः इङ्कोः वर्णः, इङ्कोः इति कथनेन अत्र इण् प्रत्याहारस्थवर्णः इकारः. कस्मात् पर्यन्तम् इण् इति कथनेन वर्णानां स्वीकरणं भवति? आयु उण् इति कथनेन प्रथमणकारः त्यक्तव्यः, लण् पर्यन्तं स्वीकर्तव्यम्. इण् इति कथनेन लण् सूत्रं पर्यन्तं, माहेश्वरसूत्रेषु लण् पर्यन्तं स्वीकर्तव्यम्. इङ्कोः इति कथनेन इण् प्रत्याहारस्थवर्णाः अथवा कवर्गीयव्यञ्जनानि कख, गघ, ञ एते पञ्चवर्णाः. कु इति कथनेन कवर्गीयव्यञ्जनानि. इण् प्रत्याहारस्थवर्णाः अथवा कवर्गीयव्यञ्जनानि सकारात् पूर्वम् अस्ति इत्युक्ते सकारः अत्र सकारः प्रत्ययस्य अवयवरूपेण अस्ति, विकरणप्रत्ययस्य अवयवरूपेण अस्ति. विकरणप्रत्ययस्य अवयवरूपेण यः सकारः अस्ति तस्मात् पूर्वम् इण् प्रत्याहारस्थवर्णः इकारः अस्ति इति कारणतः अत्र सकारस्य षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण. इत्युक्ते दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति, सकारस्य षत्वं तादृशरीत्या भवति. त्वं करिष्यसि, किं करिष्यति इति अन्या वार्ता. पापमवाप्स्यसि इति वाक्यं दत्तमस्ति. शोभा भगिनी वदतु, अवाप्स्यसि. तत्र अवाप्स्यसि इत्यस्मिन् अवा उपसर्गपूर्वकः, तत्र पापं योगः अवा योगः आप् योगः, तत्र स्यसि इति आप् योगः, तत्र स्यतासि इति अस्ति किल, स्यतासि लृ लुटोः लृट् लकारे अपि च लुट् लकारे एतादृशं कार्यं भवति. अतः तत्र आप् योगः स्यसि इति प्रत्ययस्य अथवा आदेशः भवति किल, तत्र सि इति प्रत्यय तिष्ठति. स्यतासि लृ लुटोः इति सूत्रेण किमुच्यते? लृ लुटोः इति कथनेन लृट् लकारे लुट् लकारे, लृट् लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति, लुट् लकारे तास् इति लकारनिमित्तिकविकरणप्रत्ययः आयाति इति स्यतासि लृ लुटोः इति सूत्रेण उच्यते. इत्युक्ते द्वयोः लकारयोः प्रसङ्गे मध्ये लकारनिमित्तिकविकरणप्रत्ययः स्या इति प्रत्ययः लृट् लकारे, तास् प्रत्ययः लुट् लकारे आयाति. अपि च अत्र वर्णमेलनमस्ति वा नो चेत् सन्धिकार्यमस्ति वा? पापमवाप्स्यसि, तत्र पापम् अवा आप्स्यसि, तत्र वर्णमेलनम् एव अस्ति. पापं योगः अवा पापमवा इति भवति, योगः आप् पापमवाप् तदनन्तरं स्यसि एव, तत्र वर्णमेलनमेव भवति. अत्र पापम् इति पदस्य विभक्तिः का? पापम् इति तत्र तु ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि कर्मपदं भवति, तत्र पापम् इति द्वितीयविभक्ति. उत्तमम्. आप् धातुः सकर्मकधातुः, आप्नोति आप्नोति प्राप्नोति अवाप्नोति इति लट्रूपाणि सन्ति. अत्र आप् धातुः सकर्मकः, अतः पापम् इति नपुंसकलिङ्गपदमस्ति चेदपि कर्मपदं भवति. पूर्वस्मिन् वाक्ये करिष्यसि इत्यत्रापि सङ्ग्रामः इति पुंलिङ्गपदमस्ति, किन्तु क्रु धातुः सकर्मकः अस्ति इति कारणतः सङ्ग्रामं न करिष्यसि इति कर्मपदं दत्तमस्ति. इदानीं वदतु. तावदेव भगिनि, तत्र पापम् इति नपुंसकपदं, तत्र कर्म द्वितीयविभक्तौ भवति, पापम् अवाप्स्यसि इति मध्यमपुरुषे एकवचने भवति. अपि च किं वदनीयं तत्र भगिनि? अग्रिमं पदं स्वीकरोतु, कथयिष्यन्ति. तत्र कथयिष्यन्ति इत्यस्मिन् कथा इति धातुः, तत्रापि कथा चुरादिगणीयधातुः, कथयति इति लट् लकारे भवति, तत्र लृट् लकारे कथयिष्यसि इति, तत्र पुनः इष्यसि इति पश्यामः, तत्रापि कथा इत्यस्य निच् परे अस्ति इति कृत्वा कथि इति भवति इति मन्ये तत्र भगिनी. कथायोगः णिच् योगः सिप् तत्र सिप् इति प्रत्ययः. तदनन्तरं णिच् इत्यस्य ई एव तिष्ठति. अपि च णिच् इति आर्धधातुकप्रत्ययः अतः सार्वधातुक आर्धधातुकयोः इत्यनेन कथि इति नूतनधातुः तत्र इगन्तधातुः भवति. इकारस्य गुणः भूत्वा कथे इति भवति. कथे योगः सिप् भवति. पुनः चिन्तनं कुर्मः. गोमति भगिनी, कथ धातोः प्रसङ्गे अतोलोपः प्रसङ्गः अस्ति खलु गोमति भगिनी? नास्ति, कथा इति न भगिनि. कथा वा कथ वा? कथा. कथा अस्ति चेत् अतोलोपः इति सूत्रेण अकारलोपः. चुरादिगणीयधातुषु एकं विशिष्टं कार्यं भवति. इत्युक्ते धातुः कथा, तत्र अकारः अस्ति. लौकिकधातोः रूपं साधयितुम् अतोलोपः इति सूत्रेण अकारलोपः भूत्वा कथ् इति लौकिकधातुः. लौकिकधातुं स्वीकृत्य लृट् लकाररूपं साधनीयम्. मार्गः कः? अथ उपधायाः इति सूत्रेण अकारस्य वृद्धिः भवति. उपधायाः अकारस्य वृद्धिः भवति. काथ् इति भवति. किमर्थम्? कथ इति लौकिकधातु. लृट्लकाररूपं साधयतु. कथयिष्यति. कथ् इति लौकिकधातुः. स्यति इति लृट्लकारप्रत्ययः आयाति. स्या इति लकारनिमित्तिकविकरणप्रत्ययः. तिङ् प्रत्ययः अपि अन्ते आयाति. स्यति इति रूपं योजयामः अन्ते. कथ्ययोगः स्यति. अपि च इडागमयोग्यत्वमस्ति धातौ इति कृत्वा इकारः मध्ये आयाति. शोभा भगिनी साधी एव उक्तवती इति भाति. आम् आम् आम्. अहं तु लट् लकारस्य कथा यति भ्रमः भवति भगिनि मम. कथ इति लौकिकरूपं, तत्र णिच् न भवति. न णिच् भवति वा? न भवति. न चुरादिगणीय धातुः अस्ति चेत् भवति एव. कथ अस्ति चेत् अत उपादायः इति वृद्धिः अपि भवति. न णिच् अस्ति. अन्यत् किमपि सूत्रं? कथ स्पेशल् धातुः अस्ति भगिनि, एतत् अहं जानामि. शोभा भगिनी, भवती यदुक्तवती तत् साधु एव. कथ् इति धातुः लौकिकधातुः. पश्चात् णिच् अस्ति. णिच् इत्यस्मात् इकारः आगतः. कथ् योगः ई. णिच् इति आर्धधातुकप्रत्ययः. धातोः परम् आर्धधातुकप्रत्ययः अस्ति इति कारणतः किं भवति? गुणः भवति भगिनि. कथि इत्यस्य इकारस्य गुणः भूत्वा कथे इति भवति. कथे योगः सिप् भवति. अधुना सिप् इत्यस्य हलन्त्यम् इत्यनेन इत् संज्ञा पकारस्य, अपि च तस्य लोपः इत्यनेन लोपः. कथे योगः सि एव तिष्ठति. अधुना पुनः तत्र रुल् लुटोः इति सूत्रेण स्यतासि इति यथा भवती उक्तवती लृट् लकारे स्या प्रत्ययः, अपि च लुट् लकारे तास् इति प्रत्ययः. अत्र तु लृट् लकारस्य कृते स्या इति प्रत्ययः भवति. तत्र प्रथमं सि अस्ति, तस्य आदौ स्या इति आगमः भवति. भूत्वा कथयोगः स्यसि इति भवति. अधुना कथा इति सेट् धातुः, अपि च स्यसि इति वल् प्रत्ययः अस्ति. तत्र वल् अस्ति, अपि च वश् नास्ति. अतः तत्र आर्धधातुकस्य इट् वलादेः इति सूत्रेण इडागमः भवितुम् अर्हति. अपि च नेड् वशीकृति इत्यस्य प्रसक्तिः नास्ति, वश् नास्ति इति कृत्वा. अतः ई इडागमः तित् अस्ति इति कृत्वा आदौ भवति प्रत्ययस्य. कथयोगः इट् योगः स्यसि. इट् इत्यस्य तित् भवति, ई एव तिष्ठति. कथयोगः इष्यसि इति भवति. तदनन्तरं सकारस्य तत्र इण् इति अस्ति चेत् इण् कोः नन्तरम् आदेशप्रत्ययोः प्रसक्तिः इति उक्तं. तत्र सकार इष्यति इत्यस्य सकारस्य मूर्धन्यषकारः भूत्वा कथे योगः इष्यसि इति भवति. नन्तरं कथे इत्यस्य एकारस्य कारणेन यचोयवायावः इत्यस्य प्रसक्तिः एकारस्य ऐ आदेशः कथै इति भवति योगः इष्यसि कथयिष्यसि इति वर्णमेलनम् अन्तिमरूपं कथयिष्यसि इति निष्पन्नं भवति तदेव वक्तव्यं साधु भगिनी तदेव भगिनि अस्ति अनन्तरं णिच् प्रत्ययस्य इ अस्ति णिच् इति णित् अस्ति अतः उभधायाः वृद्धिः भवति न किमर्थं न भवति उभधाया तु अकारः अस्ति ह्रस्व अकारः अस्ति अचोणिति इति अजन्त अचोणिति नास्ति अचोणिति इत्यस्य नास्ति अत उपधायाः इति अस्ति वा इति वदति वा अत्र तु ह्रस्व अकारः अस्ति क आ ध एवं तथ न किमर्थं न भवति रोहिणी भगिनी वदतु कथा इति स्थिते उपधा धकारः भवति हल् भवति ततः अत उपधायः इति न प्रवर्तते अतः लोपः भवेत् चेत् ओन्लि कथ भवति इति चिन्तयामि अत उपधायाः कार्यं तु अत्र नास्ति यथा शोभा भगिन्या उक्तं लौकिकधातुः कथ अस्ति अतोलोपः इत्यनेन अकारलोपः भूत्वा लौकिकधातुः कत् भवति तस्मात् परं णिच् इत्यस्मात् इकारः आगतः तेन कथि इति रूपं वर्णमेलनेन सिध्यति पश्चात् अस्माकं विवक्षा लृट् लकाररूपम् अतः स्यति इति तत्र योजनीयं किमर्थं चेत् लृट् लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति स्यति योजयामः इडागमयोग्यत्वम् अस्ति धातौ कथि अनेकाच् धातुः निजन्तधातुः नूतनधातुः कथि अस्ति चुरादिगणीयधातुः अस्ति इति कारणतः चुरादिगणे स्वार्धे अपि णिच् विहितः भवति इति कृत्वा अत्र नूतन णिजन्तधातुः कथि अस्ति कथि धातुः अनेकाच् धातुः इडागमयोग्यः इति कृत्वा अत्र इडागमः भवितुं शक्नोति तेन कथि योगः इष्यति किमर्थम् इत्युक्ते इकारः इडागमात् आगतं यत्र कुत्रापि इडागमः भवति चेत् तत्र आदेशप्रत्ययोः कार्यं भवेदेव किमर्थं चेत् इकारः इण् प्रत्याहारस्थवर्णः अवाप्स्यसि इति रूपं पश्यन्तु तत्र इडागमः नास्ति इडागमः नास्ति इति कारणतः तत्र षत्वं नास्ति अवाप्स्यसि यास्यसि पास्यति यास्यति इत्यादिषु पदेषु तत्र इडागमः नास्ति इडागमः नास्ति चेत् तत्र षत्वं न भवति इडागमः अस्ति चेदेव षत्वं द्रष्टुं शक्नुमः आदेशप्रत्ययोः इति सूत्रेण किमर्थं चेत् इण् प्रत्याहारे इकारात् आरभ्य लण् पर्यन्तं स्वीकर्तव्यम् इत्युक्ते अकारः आकारः वर्णद्वयम् इण् प्रत्याहारे न अन्तर्भूतम् अवाप्स्यसि इति रूपं पश्यामश्चेत् तत्र इडागमः नास्ति षत्वमपि नास्ति अग्रिमं पदं पश्यन्तु यास्यसि इत्यत्रापि इडागमः नास्ति इडागमः अस्ति चेदेव षत्वं भवितुं शक्नोति इति एका वार्ता कथियोगः इष्यति इति तत्र योजनीयं कथियोगः इष्यति इति कथनेन गुणकार्यं स्या इति आर्धधातुकप्रत्ययः अस्ति इति कारणतः कथि इत्यत्र इकारस्य गुणः भूत्वा कथे भवति तत्र यचोयवायावः इत्यनेन केवलम् एकारस्य स्थाने अयादेशः तेन कथै इति रूपं कथै योगः इष्यति कथयिष्यति इति रूपं गोमतीभगिन्याः प्रश्नः अपि अस्ति उत्तरं दातव्यं चिन्तयामः इदानीम् अग्रिमं रूपं यास्यसि शोभाभगिनी भवती एव वदतु अत्र किं भवति या इति अदादिगणीयधातुः यास्यसि इति मध्यमपुरुषे पुनः एकवचने लृट् लकारः अत्र पुनः या योगः मध्यमपुरुष एकवचनस्य सिप् मूलप्रत्ययः आगच्छति या योगः सिप् सिप् इत्यस्य पुनः पकारस्य लोपः भूत्वा सि एव तिष्ठति तत्र या योगः सि अधुना तत्र पुनः लृट् लकारस्य प्रसङ्गः इति कृत्वा स्यतासि लृलुटोः इति सूत्रेण स्या इति आगमः भवति सि प्रत्ययस्य आदौ या योगः स्यसि भवति वर्णमेलनेन यास्यसि इति भवति, यास्यसि अस्ति, यास्यसि इति भवति. उत्तम. धातुः अदादिगणीय धातुः लट्लकाररूपं याति अस्ति. लृट् रूपं साधयितुमिच्छामः. या इति लौकिकधातुः, या योगः स्यसि, अत्र केवलं वर्णमेलनमेव भवति. तत्र इडागमः, इडागमस्य प्रसक्तिः नास्ति. किमर्थं चेत् या इति आकारान्तधातुः, अनिट् धातुः. या इति कथनेन तत्र यकारः दीर्घ आकारः अस्ति, आकारः इण् प्रत्याहारस्थवर्णः नास्ति. अत्र केवलं वर्णमेलनमेव भवति, इडागमः न भवति, षत्वमपि न भवति. लाघवं यास्यसि अत्र दत्तमस्ति. लाघवं वदतु. लाघवम् इति लघु इति लघुः इति मन्ये, लघुः इति पदस्य भावे प्रयोगे लाघवम् इति भवति इति मन्ये. अतः तत्र येषां च त्वं बहुमतः भूत्वा यास्यसि लाघवं, तत्र भया, एकक्षणं भगिनि, भयादृणादुपरतं अस्तु. तस्य श्लोकस्य किं लघोः भावः लाघवम्. अत्र लघु इति प्रातिपदिकम् अस्ति. लघु इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन लाघवं. गुरोः भावः गौरवम्, एवमेव लघोः भावः लाघवम्. लाघवम् इति पदं तद्धितप्रत्ययान्तपदं. लाघवं यास्यसि इत्युक्ते लघुत्वं प्राप्नोति भवान्. श्लोकस्य सम्पूर्ण अर्थं किमस्ति इति चिन्ता मास्तु. रक्तवर्णैः लिखितं पदम् अग्रिमे श्लोके. रोहिणी भगिनी, बहून् वदिष्यन्ति वदतु. बहून् वदिष्यन्ति, बहून् बहुशब्दस्य द्वितीयबहुवचनं बहून्. वदिष्यन्ति वद् धातुः, लुण्डटोः स्यतासि लुण्डटोः सूत्रेण स्य इति प्रत्ययः भवति. तद् आर्धधातुकप्रत्ययः, इडागमः भवति. वद् वदि स्य अन्ति भवति. तत्र किङ्कोः परस्य आदेशप्रत्ययोः इति सूत्रेण सकारस्य मूर्धन्यषकारः भवति. वदिष्यन्ति इति रूपं सिद्ध्यति. उत्तमं भगिनि. अत्र इडागमयोग्यत्वम् अस्ति इति कारणतः वद् योगः इष्यति इति रूपमस्ति. इष्यति इत्यत्र सकारात् पूर्वम् इकारः अस्ति, सः इकारः इण् प्रत्याहारस्थवर्णः. आदेशप्रत्ययोः इत्यस्मिन् सूत्रे इण्कोः इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा इण्कोः वर्णाः सकारात् पूर्वं स्या इति प्रत्ययः अस्ति खलु, स्याप्रत्ययस्य अवयवरूपेण अत्र सकारः अस्ति, सकारात् पूर्वम् इकारः अस्ति इति कारणतः अत्र आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. बहून् वदिष्यन्ति अत्र केवलं वर्णमेलनमेव अस्ति. अत्र वाक्यं पश्यन्तु. तव अहिताः अवाच्यवादान् बहून् वदिष्यन्ति. के वदिष्यन्ति? तव अहिताः. युद्धं न करोति चेत् तव अहिताः अवाच्यवादान् बहून् वदिष्यन्ति इति अत्र दत्तं. प्राप्स्यसि भगिनी वदतु. प्राप्स्यसि, प्रा उपसर्गपूर्वेण आप्ल धातुः, आप् योग स्यतासि लृडोः इति सूत्रेण स्य आद् भवति. आप् योगः स्य योगः मध्यमपुरुष एकवचने सिप् सि भवति. प्राप्स्यसि इति रूपं सिद्ध्यति. उत्तमम्. आप् धातुः इडागमयोग्यत्वं नास्ति इति कृत्वा स्यसि इति रूपमेव तत्र तिष्ठति. प्रायोगः आप् योगः स्यसि केवलं वर्णमेलनेन प्राप्स्यसि इति रूपं सिद्ध्यति. आप् लु इति धातुः अस्ति, तत्र लुकारः इति संज्ञकः, आप् इति रूपं सिद्ध्यति. उपदेशे जनुनासिक इत् इत्यनेन अनुनासिकलुकारस्य इति संज्ञा भूत्वा लौकिकधातुः आप् एव तिष्ठति. लट् रूपम् आप्नोति, प्राप्नोति, प्रा उपसर्गपूर्वकः अस्ति चेत्. स्वर्गं प्राप्स्यसि इति अर्थः. भोक्ष्यसे वदतु. भुज्धातुः गुणं भूत्वा स्यापरे गुणं भवति बुज्जियोगः स्यायोग सकारस्य न जानामि पोक्ष्यसे बहूनि कार्याणि सन्ति किं वक्तुमिच्छामि इत्युक्ते भुज् धातुः उभयपदी धातुः उभयपदी धातुः अस्ति इति कारणतः भुनक्ति इति एकं रूपम् अस्ति भुङ्क्ते इति अन्यद् रूपम् अस्ति लट्लकारे अत्र आत्मनेपदीरूपं दत्तमस्ति आत्मनेपदी लृट्लकार मध्यमपुरुषे एकवचनरूपं भोक्ष्यसे अत्र ज्ञातव्यहंशः कः महीं भोक्ष्यसे त्वं महीं भोक्ष्यसे इति अत्र वार्ता अस्ति पालनाभ्यवहारयोः इत्यस्मिन् अर्थे आत्मनेपदीरूपं प्रयोक्तव्यं धातोः अर्धद्वयम् अस्ति खादनार्थे भक्षणार्थे अस्ति चेत् परस्मैपदीरूपं वक्तव्यम् अत्र महीं भोक्ष्यसे पालनव्यवहारे स्वीकरणं भवति चेत् तत्र आत्मनेपदीरूपं वक्तव्यं भोक्ष्यसे इति रूपम् अस्ति नवरूपाणि वदतु रोहिणी भगिनी लृट् रूपाणि भुज्यते भुज्यतः भुज्यन्ते न भुज् धातोः आत्मनेपदीरूपं लृट् लकाररूपं मध्यमपुरुषे एकवचनरूपं दत्तमस्ति लृट् लकाररूपाणि नवरूपाणि वक्तव्यानि भूमा भगिनी वदतु भोक्ष्यते भोक्ष्येतां भोक्ष्यन्ते साधु वा भगिनी तां किमर्थं भोक्ष्यते भोक्ष्ये कथं वदामः भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते भोक्ष्यसे भोक्ष्येथे भोक्ष्यद्वे भोक्ष्ये भोक्ष्यावह्ये भोक्ष्यामहे उत्तमं भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते भोक्ष्येथे भोक्ष्यद्वे भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे उत्तमम् एवं भवन्ति किन्तु भोक्ष्यसे इति रूपं साधयितुं बहूनि कार्याणि आवश्यकानि धातुः रुधादिगणे अस्ति रुधादिगणीयधातुषु बहूनि कार्याणि भवन्ति रूपं साधयितुं चिन्ता मास्तु अग्रे सरेम अग्रिमं पदम् अवाप्स्यसि इति प्रसङ्गे वयं दृष्टवन्तः एव अस्मिन् श्लोके किं दत्तमस्ति नैवं पापमवाप्स्यसि पूर्वस्मिन् श्लोके भवान् पापं प्राप्नोति इत्यस्मिन् अर्थे तत्र दत्तमस्ति उपरितनश्लोके किन्तु अस्मिन् श्लोके सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि अत्र परमात्मना किमुक्तं नैवं पापम् अवाप्स्यसि त्वं युद्धं करिष्यसि चेत् न पापं प्राप्नोति प्राप्नोसि उत्तमम् युद्धाय युज्यस्व युज्यस्व इति आत्मनेपदीरूपम् अस्ति मध्यमपुरुषे एकवचनरूपं पापं न अवाप्स्यसि अत्र भिन्नार्थः अस्ति इतोपि किं कर्मबन्धं प्रहास्यसि इति दत्तमस्ति अन्तिमं पदमस्ति प्रहास्यसि तस्मिन् प्रसङ्गे का वक्तुमिच्छति अत्र रोहिणी भगिनी भवती प्रयत्नं करोतु प्रहास्यसि धातु न जानामि प्रसर्गं भवति हन् धातु हन् अस्ति गोमती भगिनी वदतु अहं दृष्टवती अतः ओहाक् इति धातुः इत्सज्ञलोपानन्तरं हा तिष्ठति त्यागे इत्यर्थे जुहोति अधिगणीयधातुः अस्ति लृट् लकारे हास्यति हास्यतः हास्यन्ति हास्यसि हास्यतः हास्यथ हास्यामि हास्यावः हास्यामः ओहाक् इति औपदेशिक धातु हा इति लौकिकरूपम् उत्तमम् ओहाक् त्यागे तत्र ककारः हलन्त्यम् इत्यनेन अपगच्छति ओ इति अनुनासिक ओकारः अतः उपदेशजनुनासिक इत् इत्यनेन ओकारस्य लोपः भवति तेन लौकिकधातुः हा अस्ति जुहोत्यादिगणे अस्ति इति कारणतः द्वित्वं भवति चेत् हा हाति इति भवितव्यं किन्तु कुहोश्चुः इति विशिष्टसूत्रेण जहाति इति रूपं सिद्ध्यति धातुः हा लट्लकाररूपं जहाति प्रा उपसर्गपूर्वकः हा धातोः रूपं प्रजहाति प्रजहाति इति पदमपि गीतायाम् अस्ति जहाति प्रजहाति किन्तु अत्र लृट्लकाररूपं दत्तमस्ति लौकिकधातुः हा अस्ति तस्मात् परं स्या इति प्रत्ययः अस्ति ति इति तिङ्प्रत्ययः हास्यति इति लृट् लकाररूपं किन्तु प्रा उपसर्गपूर्वकः प्रहास्यसि अथवा प्रहास्यति इति रूपं किन्तु लट् लकाररूपं साधयितुम् इच्छामश्चेत् लटिरूपं जहाति कुहोश्चुः इति सूत्रेण हकारस्य जकारादेशः भवति जहाति इति रूपं सिद्ध्यति इतोपि किं ज्ञातव्यं पार्थ कर्मबन्धं प्रहास्यसि इति अत्र वार्ता अग्रे सरेम केतके भगिनी भवती पठतु एतानि वाक्यानि उच्चैः पठत अवगच्छ च अद्य सोमवासरः अस्ति श्वः मङ्गलवासरः भविष्यति अद्य गुरुवासरः अस्ति श्वः शुक्रवासरः भविष्यति खलु श्वः शुक्रवासरः भविष्यति खलु उत्तमं तदेव अत्र ज्ञातव्यः अंशः कः भूधातोः भविष्यत्कालरूपं भविष्यति अस्धातोः रूपमपि भविष्यति एव अस्धातुः अदादिगणे अस्ति अस्योगहति अस्ति अस्धातोः प्रसङ्गे आर्धधातुकलकारेषु अस्तेर्भूः इति सूत्रेण अस्स्थाने भू आदेशः भवति इति कृत्वा अस्धातोः लृट्लकाररूपम् अपि भविष्यति एव इति अत्र ज्ञातव्यः अंशः अग्रे करोतु श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि श्वः अद्य केनैसे अद्य अहं संस्कृतं पठामि श्वः संस्कृतशिबिरं गमिष्यामि केनैसे दे अद्य पठामि श्वः गमिष्यामि शोभा भगिनी भवती वदतु अत्र किं लिखितं तत्र श्वः श्वः इति अव्ययपदं श्वस् इति प्रातिपदिकं तेन तत्र सकारस्य ससजुषु रुः इत्यनेन ऋत्वं भवति तदनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः श्वः इति भवति अहम् इति अस्मत्पदस्य अस्मत्प्रातिपदिकम् अहम् इति प्रथमाविभक्तौ एकवचने संस्कृतं तत्र सम्यक् कृतं संस्कृतम् इति समासः भवति इति मम अवगमनम् अस्ति समास कीदृशः समासः इति न ज्ञातम् मम चिन्तनमस्ति सम् उपसर्गपूर्वकः क्रु धातुतः कृत इति रूपम् अस्ति किन्तु तत्र सुट् आगमः भवति सुट् आगमः इत्युक्ते सकारः आयाति सम् उपसर्गपूर्वकः कृत कृत इति क्रु धातोः क्ताप्रत्ययान्तरूपम् अस्ति क्रु धातोः क्ताप्रत्ययान्तरूपम् अस्ति इति कारणतः त्रिषु लिङ्गेषु रूपाणि भवन्ति संस्कृतावाणी संस्कृतं चिन्तनं संस्कृतः पुरुषः इति अपि भवितुं शक्नोति संस्कृत इति प्रातिपदिकम् अस्ति प्रातिपदिकम् अस्ति इति कारणतः त्रिषु लिङ्गेषु क्तान्तरूपाणि साधयितुं शक्नुमः पठितुं वदतु तर्हि तत्र भगिनी सम् उपसर्ग योगः प्रथमं क्रु धातुः ता प्रत्ययः तदनन्तरं सुट् इति आगमः इति मन्ये तत्र संयोगः सुट् योगः क्रु योगः ता प्रत्यय अस्तु भूषणार्थे किं किं सूत्रमस्ति न भूषणार्थे कृ धातोः सम् इति भवति समसुटि यदा सम् आगच्छति तो सुट् आगमः भवति सम् कृ अनन्तरं कार्याणि भवन्ति न भूषणार्थे अहं सूत्रं न स्मरामि परन्तु भूषणार्थे सम् भवति कृ धातोः पूर्वम् तत्र कार्याणि बहूनि सन्ति पठितुं वदतु पठितुम् इति पठ् भादिगणीय पठ् इति धातुः योगः तुमुन् इति प्रत्ययः पट् योगः तुमुन् तुमुन् इत्यस्य आदौ तकारः तत्र वल् प्रत्ययहारस्थवर्णः अतः तत्र अर्धधातुकस्य इट् वलादेः इत्यनेन इडागमः भवति अपि च पट् इत्यस्मिन् गुणस्य प्रसक्तिः नास्ति अतः न भवति तुमुन् इति अर्धधातुकप्रत्ययः तथापि गुणस्य प्रसक्तिः नास्ति इति कृत्वा गुणः न भवति पट् योगः अधुना इट् योगः तुमुन् इट् इति टित् भवति इ एव तिष्ठति पठि योगः तुमुन् पठितुम् इति भवति. उत्तम. तिङन्तरूपसाधनवेलायां नेड्वसीकृति इति सूत्रस्य प्रसङ्गः नास्ति, किन्तु कृत् प्रत्ययानां प्रसङ्गे तुमुन् प्रत्ययः कृत् प्रत्ययः, धातुतः विहितः कृत् प्रत्ययः. अतः आर्धधातुकस्य इड्वलादेः इति सूत्रेण तकारः वलादिवर्णः अस्ति इति कारणतः इडागमः भवति. इत्युक्ते प्रत्ययः इडागमयोग्यप्रत्ययः. इतोपि किं वक्तव्यं, न केवलं वलादि आर्धधातुकप्रत्ययः अपि च वशादिः नास्ति. सत्यं, तत्र न इट् वशी कृति कृति एव. अतः तत्र तिङन्तस्य विषये तस्य सूत्रस्य प्रसक्तिः नास्ति. तिङन्तरूपाणां प्रसङ्गे केवलम् आर्धधातुकस्य एड्वलादेः इति कथनेन पर्याप्तं भवति. अयं तुमुन् प्रत्ययः कृत् प्रत्ययः अस्ति. नेड् वशीकृति इति सूत्रेण इडागमः निषिध्यते. तादृशकार्यम् अत्र न भवति इति अपि वक्तव्यं भवति खलु? आम् आम्, तस्य निषेधं न भवति इति कृत्वा प्रसक्तिः अस्ति. वल् प्रत्याहारस्थवर्णः इति कृत्वा प्रसक्तिः अस्ति. अपि च वश् प्रत्याहारस्थवर्णः नास्ति इति कृत्वा निषेधः अपि न भवति. अतः तत्र इडागमः भवति. उत्तमं. कृत् प्रत्ययानां प्रसङ्गे नेड् वशीकृतिप्रसङ्गः नास्ति इति अपि वक्तव्यं भवति. संस्कृतशिबिरं वदतु. हा, तत्र संस्कृत इति पदं दृष्टवन्तः. संस्कृतस्य शिबिरम् इति मन्ये तत्र भगिनी, षष्ठी तत्पुरुषः इति मन्ये संस्कृतशिबिरम् इति. उत्तमं. गमिष्यति, तत्र गमिष्यति इति लृट् रूपं गम् धातोः. तत्र गम् योगः पुनः तत्र लृट् लकारे गमिष्यामि, क्षमतां, गमिष्यामि इति अस्ति उत्तमपुरुषे. गमिष्यामि इत्यस्य तत्रापि स्यतासि लृल्लुटोः इति सूत्रेण स्या इति आदेशः भवति. तदनन्तरं गमिष्यति इत्यस्मिन् पूर्वम् इट् इ इस् इण्कोः इति सूत्रस्य प्रसक्तिः भवति. तत्र इकारः इस् अस्ति इति कृत्वा आदेशप्रत्ययोः इत्यनेन सकारस्य मूर्धन्यषकार आदेशः. अतः तत्र गम् योगः इट् इत्यस्य इ, योगः स्या इत्यस्य श्या अधुना, अपि च तत्र आगमिष्यामि इति तत्र प्रत्ययः किं भवति तत्र आम् अधुना स्मरणे नास्ति. गमिष्यामि इति अन्तिमरूपं भवति उत्तमपुरुषे. मिप् अस्ति, क्षम्यतां, मिप् इत्यस्य पकारस्य लोपः भूत्वा मि एव तिष्ठति. अतः तत्र गम् योगः इष्य योगः मि तत्र इष्यामि. साधु एव, मिप् मिप् इति उत्तमपुरुष एकवचनप्रत्ययः मिप् प्रत्ययः अस्ति. पकारः हलन्त्यम् इत्यनेन अपगच्छति. मि एव अवशिष्टप्रत्ययः अस्ति. तत्तु साधु एव, किन्तु अत्र एकः अन्यः विषयः अपि अस्ति. अत्र स्याप्रत्ययः इडागमयोग्यप्रत्ययः एव, किन्तु धातुः अनिट् धातुः, गम् धातुः अनिट् धातुः. तदर्थमेव गन्तुं पठ् धातुः सेट् धातुः. तुमन् प्रत्ययः अपि सेट् प्रत्ययः. अतः पठितुं, खादितुं, लेखितुम् इत्यादिषु इडागमः भवति. पश्यन्तु, गम् धातुः अनिट् धातुः, गन्तुं, गत इत्यादीनि रूपाणि सिद्ध्यन्ति. किमर्थं चेत् गम् धातोः बहुषु रूपेषु इडागमः नास्ति. गम् धातुतः गत, गतवान्, गन्तुं, गत्वा इत्यादीनि रूपाणि भवन्ति. किन्तु पठ् धातोः प्रसङ्गे पठितं, पठितुं, पठित्वा, पठितवान्, पठितः इत्यादीनि रूपाणि भवन्ति. गमिष्यामि इत्यत्र विशिष्टसूत्रेण इडागमः भवति. गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण इडागमः भवितुं सामान्यनियमः तु धातौ आनुकूल्यं भवेत्, प्रत्यये अपि आनुकूल्यं भवेत् चेदेव इडागमः भवति. साधारणनियमः. किन्तु कुत्रचित् अपवादाः सन्ति. अयम् एकः अपवादः. यथा क्रूधातुतः करिष्यति, तत्रापि अपवादः. इत्युक्ते विशिष्टसूत्रेण करिष्यति, करिष्यामि इत्यादिषु पदेषु रुद्धनोः स्ये इति सूत्रेण इडागमः भवति. गमिष्यति, गमिष्यामि इत्यत्र गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण धातुः सेट् भवति इति कृत्वा इडागमयोग्यत्वं प्राप्नोति. प परस्मैपदेषु इति उक्तमस्ति सूत्रे, तदर्थमेव परस्मैपदरूपेषु एव सङ्गंस्यते इत्युक्ते सम् उपसर्गपूर्वकः गम् धातुतः लृट्लकाररूपं सङ्गच्छते इति लट्लकाररूपं, सङ्गंस्यते इति लृट्लकाररूपं, परस्मैपदी नास्ति आत्मनेपदी अस्ति, आत्मनेपदी अस्ति इति कृत्वा तत्र इडागमः न भवति। सङ्गंस्यते इति पदम् आत्मनेपदीरूपम् अपि च तत्र वैशिष्ट्यमस्ति, इडागमः तत्र न भवति इति एका वार्ता। गम् धातुः सकर्मकः किन्तु सङ्गंस्यते तत्र अकर्मकः भवति, वस्तुतः गम् धातुः सकर्मकः किन्तु सम् उपसर्गपूर्वकः गम् धातुः अकर्मकः भवति। सङ्गच्छते इति लटिरूपं, सङ्गंस्यते इति लृट्लकाररूपम् अस्ति। अत्र सूत्रमस्ति गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण गमिष्यामि इत्यत्र इडागमः भवति। अग्रिमं वाक्यं करोतु। अग्रिमे मासे अहं संस्कृतस्य परीक्षां लेखिष्यामि। तत्र अग्रिमे इति सप्तमी विभक्तौ, अग्रिमः इति मन्ये, अग्रिमः अग्रिमम् इति भवति, अग्रिमे मासे सप्तमी, अग्रिमे मासे प्रथमान्तं वदतु अग्रिम इत्यस्य वा। अग्रिमम् अत्र तत्र अग्रिमं नपुंसक अस्ति वा अथवा त्रिषु लिङ्गेषु अस्ति वा इति। मासः इति पुंलिङ्गपदमस्ति, तस्य विशेषणम् एव अग्रिमः, अग्रिमः मासः। सत्यम्, अग्रिमः मासः, अतः सप्तमी द्वयोः अपि सप्तमी भवति अग्रिमे मासे। आं भगिनि, विशेषणविशेष्यभावः। आम् आम्, अतः तत्र लिङ्गम् अपि समानमेव भवनीयम्, समानेन भवनीयम्। उत्तमम्। अग्रिमे मासे अहं संस्कृतस्य, तत्र पदद्वयं दृष्टवन्तः, परीक्षां, परीक्षा इति स्त्रीलिङ्गे अस्ति, अतः तत्र परीक्षाम् इति कर्मपदं द्वितीयविभक्तौ, लेखिष्यामि, लिख् इति धातुः, तत्र किं भवति, लिख् योगः लृट् लकारे, लिख् योगः, पुनः तत्र प्रथमं मिप् इति आगच्छति, तदनन्तरं लेखिष्यामि इत्यस्य तत्र गुणं भवनीयं चेत् किं भवति तत्र पुगन्तलघूपधस्य च, तत्र प्रत्ययगुणस्य कारणं भगिनि, तत्र गुणस्य कारणं लिख् धातुः इडागमयोग्यधातुः, स्या इति प्रत्ययः अपि इडागमयोग्यः, स्या प्रत्ययः आर्धधातुकप्रत्ययः, विकरणप्रत्ययः इत्युक्ते लकारनिमित्तिकविकरणप्रत्ययं निमित्तीकृत्य लिख् इति धातौ आर्धधातुकप्रत्ययः परम् अस्ति इति कारणतः आर्धधातुकप्रत्ययं निमित्तीकृत्य लिख् इति इगन्तधातौ गुणकार्यं पुगन्तलघूपधस्य च इत्यनेन भवति इति कृत्वा लिख् लेख् भवति, खलु। आम् आम् सत्यं, तत्र हा अर्धधातु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति। अत्र तु सार्वधातुक अर्धधातुकयोः नास्ति, पुगन्तलघूपधस्य। क्षम्यतां क्षम्यताम्, लिख् इति ह्रस्व इकारः उपधायाम्, अतः तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः भूत्वा लेख् इति भवति। लेख् योगः तत्र लृ लुटोः स्यतासि इति सूत्रेण स्या इति प्रत्ययस्य आगमः, तत्र स्या योगः मिप् अस्ति, मिप् इत्यस्य मि एव, तत्र पुनः लेखिष्यामि, तत्र इडागमस्य प्रसक्तिः अस्ति, स्या सा सकारः आदौ, प्रत्ययस्य आदौ सकारः, वल् प्रत्याहारस्थवर्णः, तत्र अर्धधातुकस्य इट् वल् आदेः इति सूत्रेण इडागमः भवति। अधुना लेख् योगः इट् योगः स्या योगः अमि मि, तत्र पुनः इण्कोः इत्यनेन सकारस्य आदेशप्रत्ययोः इत्यनेन मूर्धन्य षकारादेशः, अपि च तत्र अन्यदपि सूत्रम् अस्ति इति मन्ये, दीर्घ आकारः भवति तस्य, किं तत्र तद् केन सूत्रेण इत्युक्ते, तत्र अतो दीर्घो ययि इति सूत्रम् अस्ति खलु भगिनि, तेन दीर्घ दीर्घ आदे आकार आदेशः भवति, अन्तिमरूपं लेखिष्यामि इति भवति। लिख् धातुः तुदादिगणे अस्ति इति कारणतः लट्लकाररूपं किं भवति? लिखति एव भवति. किमर्थं? गुणस्य प्रसक्तिः नास्ति तुदादिगणे. तुदादि तत्र किं भवति इत्युक्ते तुदादिगणे शा एव अस्ति. तुदादिभ्यः शः इति सूत्रेण शकारः एव विकरणप्रत्ययरूपेण आगच्छति. तत्र अपित्वम् अस्ति, पित् नास्ति, पकारः नास्ति, अतः तत्र गुणः भवति न भवति. लट्लकारे लिखति एव भवति. लिख् योगः शा इत्यस्य आ योगः ति इति तिङ् प्रत्ययस्य ति. उत्तमं. ज्ञातव्यः अंशः कः? लिख् धातोः प्रसङ्गे लट्लकाररूपं साधयितुमिच्छामश्चेत् तत्र शा इति विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति. गणविकरणप्रत्ययः शा प्रत्ययः. शा प्रत्यये शित्वम् अस्ति किन्तु पित्वं नास्ति. लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु सार्वधातुकलकारेषु शा इति विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति इति कारणतः शा प्रत्ययस्य अपित्वकारणात् गुणकार्यं न भवति. किन्तु लेखिष्यामि इत्यत्र लृट्लकारः, लृट्लकारः आर्धधातुकलकारः, आर्धधातुकलकारेषु गणविकरणप्रत्ययः न आयाति. गणस्य प्रसक्तिः नास्ति, विकरणप्रत्ययः न आयाति. आर्धधातुकप्रक्रियायाम् इडागमचिन्तनमेव करणीयम्. गणविकरणप्रत्ययस्य प्रसङ्गः अत्र नास्ति. शाविकरणप्रत्ययः अत्र न आयाति इति एका वार्ता. तदर्थमेव आर्धधातुकलकारेषु अथवा आर्धधातुककृदन्तरूपसिद्धौ गणविकरणप्रत्ययस्य प्रसङ्गः नास्ति इति कारणतः गुणकार्यम् अत्र भवति. यद्यपि सार्वधातुकलकारेषु यदि भवति न वा इति तत्र तस्य प्रसक्तिः एव नास्ति, गणस्य चिन्तनम् एव नास्ति. तत्र आर्धधातुकप्रत्ययः भवति इति कृत्वा भिन्नसूत्राणि आगच्छन्ति इति भूत्वा कार्यं गुणकार्यं भवति. तत्र आर्धधातुकलकारः अस्ति इति कारणतः अत्र गणचिन्तनं नास्ति, गणचिन्तनम् अत्र अनावश्यकं. तदर्थमेव लिख् धातोः तुमन्नन्तं रूपं लेखितुं, तुमन् प्रत्ययः अपि आर्धधातुककृत् प्रत्ययः. लेखितुं कथं साधनीयम्? लेखितुं तत्र लिख् योगः तुमुन्, तुमुन् इति अधुना तत्र आदौ तकारः, अतः तत्र वल् वलादिप्रत्ययः भवति. तत्र अर्धधातुकप्रत्ययः तुमुन् इति. लिख् इत्यस्य उपधायां ह्रस्व इकारः, आर्धधातुकप्रत्ययः अस्ति इति कृत्वा, अपि च तत्र कृत् प्रत्यय अर्धधातुकप्रत्ययः, अपि च कृत् प्रत्ययः अपि भवति वा न? हा, कृत् प्रत्ययः एव. यः प्रत्ययः तिङ् नास्ति धातुभ्यः विहितः भवति. अत्र लिख् इति धातुः अस्ति, धातुतः विहितः प्रत्ययः कृत् अथवा तिङ् भवितुम् अर्हति. यः तिङ् नास्ति सः कृत् भवति. वदतु. कृदतिङ् इत्यनेन कृत् भवति तिङ् नास्ति इति कृत्वा. अर्धधातुकं शेषः इत्यनेन अर्धधातुकप्रत्ययः भवति. कृदतिङ् इत्यनेन कृत् प्रत्ययः भवति. तत्र पुनः तकारः तत्र वश् प्रत्याहारस्थवर्णः नास्ति. तत्र आर्धधातुकस्य इट् वलादेः इति अपि च नेड् वशीकृति इति सूत्रद्वयोः अपि प्रसक्तिः अस्ति. तत्र निषेधः न भवति. नेड् वशीकृति कृति इत्यस्य सूत्रेण निषेधः न भवति. अतः तत्र लिक् इत्यस्य उपधायाः इकारस्य एकारः भवति गुणः भूत्वा लेख् इति. लेख् योगः तुमुन्. अधुना इडागमस्य प्रसक्तिः. तत्र पुनः यथा उक्तवती सूत्रद्वयम् इडागमस्य अनुकूल्यं ददाति. क्षम्यताम्. अत्र अनुकूलत्वम्, अत्र त्रीणि पदानि योजयितुं शक्नुमः. अनुकूलत्वम्, अनुकूलता, आनुकूल्यम्. हा, तत्र एकं तल् प्रत्ययः अपि अस्ति अनुकूलता इति. हा, अनुकूलत्वम्, अनुकूलत्वं भवति. अतः इट् आगमः. अधुना लेख् योगः इट् योगः तुमुन्. इट् इत्यस्य टित् लेखि इति. लेखि योगः तुमुन् लेखितुम् इति भवति. उत्तमं धन्यवादाः भगिनि. कोमति भगिनि, इदानीं किञ्चित् वदतु, चत्वारि वाक्यानि सन्ति, पठित्वा समापयामः. अग्रिमे वर्षे अहं संस्कृतभारत्याः विस्तारकः भविष्यामि. अग्रिमे वर्षे विशेषणविशेषणम् अग्रिमः अग्रिमा इति अकारान्तप्रातिपदिकं सप्तमी विभक्ति, अत्र अग्रिमे वर्षे वर्ष तत्रापि सप्तमी विभक्ति वर्ष इति प्रातिपदिकम्. अहम् अस्मशब्दस्य प्रथमा विभक्ति एकवचनं. संस्कृतभारत्याः तत्र षष्ठी विभक्ति एकवचनं, संस्कृतभारती इति प्रातिपदिकम् ईकारान्तप्रातिपदिकं. विस्तारकः विस्तारकापि अकारान्तपुल्लिङ्ग पुल्लिङ्गपदम्. विस्तारकः इत्युक्ते कार्यकर्ता वा? उत्तमम्. अहं किं दृष्टवती इत्युक्ते हू केन् स्प्रेड् द लेङ्ग्वेज् विस्तारकः. अत्र वि उपसर्गपूर्वकः स्तृ इति धातुतः णुवल् प्रत्ययस्य योजनेन विस्तारक इति प्रातिपदिकं. विस्तारयति इति णिजन्त रूपम् अस्ति, स्तृ धातुतः आयाति. वदतु. अनन्तरं भविष्यामि भू धातुः भादिगणीयधातुः लृट् लकाररूपम् उत्तमपुरुष एकवचनं. भविष्यति भविष्यतः भविष्यन्ति, भविष्यसि भविष्यतः भविष्यथ, भविष्यामि भविष्यामः भविष्यामः इति भूधातु. अनन्तरं स्यायोगः ति इति रूपाणि भवति. भू अत्र भू इडागमः नास्ति, तत्र कथम् अत्र इडागमः भवति? स्या तु इडागमस्य आनुकूल्यम् अस्ति स्या इति. भू कथं तदहं न जानामि भगिनि. भूधातुः गुणकार्यम् एतत् सर्वं वदतु. भू भूयोगः स्ययोगः ति इति लट् रूप प्रथमपुरुषवचनं, स्या इति आर्थधातुकम् अस्ति. अतः सार्वधा अत्र गणचिन्तनं विकरणप्रत्ययस्य चिन्तनं न भवति, स्या एव भवति. लकाररूपविकरणप्रत्ययः एव भवति स्या. भूयोगस्य तत्तु आर्थधातुक प्रत्ययः. सार्वधातुक अर्धधातुकयोः इति सूत्रेण भू इति भवति, तत्र गुणकार्यं भूत्वा भव इति भवति. भू इति दीर्घ ऊकारान्तधातुः, दीर्घ ऊकारान्तधातुः अस्ति ईगन्तधातुः एव, तदर्थं तस्मात् परं स्या इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा भू भो भवति. पश्चात् यचोयवायावः इत्यनेन अवादेशः भूत्वा ओकारस्य स्थाने औ आदेशः, तेन भव् वदतु भगिनि. भव् भवति. भव् योगः इडागमस्य इकारः अस्ति, अनन्तरं स्या अस्ति, अनन्तरं मी अस्ति. सो भव भविष्यामि भवति आदेशप्रत्ययोः इति सूत्रेण. भवि तत्र इकारः अस्ति, इन्कोः सकारस्य मूर्धन्यषकारः भवति. भविष्यामि तत्र दीर्घं दीर्घत्वं भवति, सूत्रं न जानामि. मकारः अस्ति अतः किमपि सूत्रेण दीर्घत्वं भवति, सो भविष्यामि इति रूपं भवति. तदेव. इतोपि किं ज्ञातव्यम्? अग्रे करोतु. अद्य अहं मौखिकम् अभ्यासं करोमि, श्वः लेखनस्य अभ्यासं करिष्यामि. अद्य अव्ययम् अहम् अस्मद् शब्दस्य प्रथमाविभक्ति एकवचनं, मौखिकं मुखस्य भावः, मौखिकम् अभ्यासं करोमि, अभ्यासं करोमि, मौखिकम् अभ्यासं करोमि. द्वितीयविभक्ति अभ्यासं कर्मपदम् अभ्यासम्, अतः द्वितीयविभक्ति एकवचनप्रत्ययम् अभ्यासं. मौखिकम् अपि विशेषणरूपेण मौखिकं तद् अभ्यासस्य विशेषणमस्ति. मौखिकम् अभ्यासं करोमि. करोमि इति लट् रूपमस्ति कृ धातोः. करोति कुरुताम् करोमि, करोति कुरुतः कुर्वन्ति कुर्वन्ति, करोति कुरुथां कुरुतः कुरुथ लट्लकाररूपाणि खलु. कुरुतः कुरुथ करोमि, कुर्वः कुर्मः इति. श्वः अव्ययं लेखनस्य लेखनम् इति नपुंसकरूपम् अकारान्त लेखनस्य षष्टिविभक्ति लेखनस्य अभ्यासम् अभ्यासम् इत्युक्ते तस्य वारं वारं तस्मिन् उपरि कार्यम् अभ्यासं करिष्यामि करिष्यामि कृधातोः लृट्रकार उत्तमपुरुष एकवचनं. भगिनी लेखनम् इति पदमस्ति खलु तस्मिन् प्रसङ्गे वदतु. लेखनं ल्युड ल्युटन्तपदम् आम् आम् लिख योगः ल्युड ल्युटन् ल्युट अत्र अना इति आगच्छति युवारनाकौ इति सूत्रेण अना अना लिख योग अना अना इति अर्धधातुकम् अस्ति अतः गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इति लेख इति भवति लेख अना लेखन लेखनम् इति पदम्. ल्युट् प्रत्ययः आर्धधातुकप्रत्ययः किन्तु कित् नास्ति लिखित् धातुः इगन्तधातुः अतः पुगन्तलघूपधस्य च इत्यनेन लिख् धातोः इकारस्य गुणः भूत्वा लेख् भवति. ल्युट् इत्यत्र अनुबन्धवर्णानां लोपकार्यानन्तरं यु अवशिष्यते तत्र यकारः उकारः वर्णद्वयम् अवशिष्यते. लकारः लशक्वतधिते इत्यनेन अपगच्छति तकारः हलन्त्यमित्यनेन अपगच्छति यु शिष्यते. यु इत्यस्मिन् स्थाने युवरनाकौ इति सूत्रेण अन आदेशः भवति इति कृत्वा लिख् लेख् भवति लेखयोगः अन लेखन इति प्रातिपदिकं साधु. मौखिकम् इति पदमस्ति मुखस्य इदं मौखिकं मुखसम्बद्धम् इति अर्थः. तद्धितप्रत्ययान्तपदमस्ति अत्र विशेषणविशेष्यभावः अस्ति मौखिकम् अभ्यासं द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. मौखिक इति पदं त्रिषु लिङ्गेषु सम्भवति मौखिकं ज्ञानं मौखिकं शिक्षणं नपुंसकलिङ्गे मौखिकः अभ्यासः मौखिका परीक्षा स्त्रीलिङ्गे पुंलिङ्गे मौखिकः अभ्यासः इति अत्र दत्तमस्ति. ओरल् प्राक्टीस् इति अर्थः. क्रूधातुः सकर्मकः अस्ति इति कारणतः अत्र अभ्यासम् इति दत्तमस्ति किन्तु प्रथमान्तं पदम् अभ्यासः अग्रे गन्तव्यम्. इतोपि वाक्यद्वयमस्ति. रोहिणी भगिनी भवती वदतु. साधु भगिनी धन्यवादाः. मुखसम्बद्धं वा सम्बन्धं वा सम्बद्धं सम्बद्धं दकार थकार पदद्वयमस्ति सम्बन्धः सम् उपसर्गपूर्वक बन्धः इति भिन्नं पदमस्ति. सम्बद्ध बद्ध इति कथनेन कृतान्तरूपं खलु क्ताप्रत्ययान्तरूपं बन्धधातोः. बन्धधातोः प्रसङ्गे किं ज्ञातव्यं वयं पठितवन्तः खलु पूर्वं बन्ध इति धातुः अस्ति क्ताप्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा अनिदितां हलौपधायाक्निति इति सूत्रेण नकारलोपः भवति खलु तेन बन्धधातुतः बद्ध इति रूपं सिद्ध्यति. सम्बन्धः इति भिन्नं पदमस्ति सम्बद्धः इति अपि अन्यत् पदमस्ति. अपि च रोहिणी भगिनी वदतु अग्रे किं लिखितम्. त्वम् अद्य सायङ्काले किं करिष्यति त्वं शब्दस्य प्रथमविभक्ति एकवचनम् अद्य अद्य एव सायङ्काले सन्ध्याकाले इति अर्थः किं करिष्यति कृधातोः मध्यमपुरुष एकवचनं लकारे करिष्यसि इति रूपं डुकृकरणे इति धातुः डकारः डुकारः इति भवति आदिडुवः इति सूत्रेण ञकारः इति भवति हरन्ति इति सूत्रेण कृ अवशिष्यते कृयोग स्यायोग सिप् मध्यमपुरुष एकवचने अत्र गुणं भूत्वा कर् भवति रागमं भूत्वा करि भवति करियोग स्य तर्ता आदेशप्रत्ययोः सूत्रेण मोदने षकारः भवति करिष्यति इति रूपं सिद्ध्यति. उत्तमं. सायङ्कालः इति प्रथमान्तं पदमस्ति कालः इति पुंलिङ्गपदमस्ति सायङ्काले इति सप्तम्यन्तं रूपमस्ति सायम् इति एकं पदं कालः इति अन्यत् पदमस्ति, अत्र समस्तपदं दत्तमस्ति, अस्मिन् पदे कर्मधारयसमासः अस्ति इति मम चिन्तनमस्ति, अत्र केन सूत्रेण परसवर्णादेशः भवति, एवं रीत्या लिखामश्चेत् अत्र परसवर्णादेशः केन सूत्रेण भवति? चिन्ता मास्तु, शोभा भगिनी भवत्याः अवगमनं किम्? तत्र सायम् अपि कालः इति पदद्वयम् अस्ति, अतः तत्र सायम् इत्यस्य मोनुस्वारः इत्यनेन प्रथमम् अनुस्वारः आदेशः भवति, तदनन्तरं पदान्त इति कृत्वा वा पदान्तस्य इति अन्यत् सूत्रम् आगच्छति, तेन तत्र परवर्णस्य सवर्णः का कवर्गीय व्यञ्जनम् अनुनासिकव्यञ्जनस् वर्णस्य आदेशः भवति अनुस्वारस्य स्थाने, सायङ्कालः इति एकं रूपम् अथवा सायम् अनुस्वारसहितरूपमपि अन्यद् रूपं विकल्पेन भवति वा पदान्तस्य वा इति अस्ति इति कृत्वा सूत्रे इति मम चिन्तनमपि. अत्र सायम् इति एकं पदमस्ति, कालः इति अन्यत् पदमस्ति, अत्र वा पदान्तस्य इति सूत्रेण विकल्पेन रूपद्वयं भवति, अनुस्वारयुक्तं रूपम् एकं, परसवर्णयुक्तं रूपम् अन्यदस्ति. सायम् इति पदमस्ति, तस्मिन् प्रसङ्गे अहं शब्दकोशं दृष्टवती, तदर्थं वदन्ती अस्मि, स्यति समापयति दिनम् इति सायम्, स्यति समापयति दिनम् इति सायम् इति अर्थः अस्ति. स्यति इति एकं तिङ्गन्तपदं दत्तमस्ति, स्यति, तस्मिन् प्रसङ्गे ज्ञातुमिच्छामश्चेत् स्यति इत्यस्य अर्थः फिनिश्, डेस्ट्राय्, किल्. स्यति इति रूपं साधयितुं तत्र धातुः शो अस्ति, शो धातोः अर्थः अन्तकर्मणि, अन्तकर्मणि इत्यस्मिन् अर्थे शो इति धातुः अस्ति, शोपदेशे धातुः, मूर्धन्यषकारः, शो इति धातुः, उपदेशावस्थायां मूर्धन्यषकारादिधातुः अस्ति चेत् तदा धात्वादेः शः सः इति सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति, तदर्थं लौकिकधातुः सो अस्ति, सकारः ओकारः, लौकिकधातुः सो अस्ति, सो धातोः रूपमेव स्यति. सो धातुः दिवादिगणे अस्ति, दिवादिगणे अस्ति चेत् तत्र स्यति इति रूपं कथं सिद्ध्यति इति अवगन्तुमिच्छामश्चेत् एकं विशिष्टं सूत्रं तत्र आयाति, ओतः स्यनि इति एकं सूत्रम् अस्ति, ओतः स्यनि. धातुः दिवादिगणे अस्ति, दिवादिगणे अस्ति इति कारणतः श्यन् विकरणप्रत्ययः आयाति, दिवादिभ्यः श्यन् इति सूत्रेण दिवादिगणे श्यन् इति विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति, तेन सो योगः स्यन् योगः ति इति रूपम् अस्ति तत्र. किन्तु ओतः स्यनि इति सूत्रेण ओकारस्य लोपः भवति, तेन तत्र सकारः या योगः ति, स्यति लट्लकाररूपं स्यति अस्ति. किमर्थं वदन्ती अस्मि, सायम् इति पदस्य अर्थः स्यति समापयति दिनम्, तत्र स्यति इति लट्लकाररूपं साधयितुम् ओतः स्यनि इति सूत्रम् आवश्यकम्. अन्तिमं वाक्यमस्ति, रोहिणी भगिनी भवती एव वदतु. ते अत्र कदा आगमिष्यन्ति, पठिष्यन्ति च, ते तत्शब्दस्य प्रथमाविभक्ति बहुवचनरूपं, ते सः तौ ते, ते अत्र, अत्र एव, कदा आगमिष्यन्ति, आम् उपसर्गपूर्वकः गमिष्यन्ति, गम धातुः स्यतासि लटोः इति लट् लकारे स्य प्रत्ययः, गम योग स्या इति स्थिते, आर्धधातुवस्य इड्बलादेः इति सूत्रेण इक इडागमः भवति, गमी भवति, गमी योग स्य योगः अन्ति. अत्र इन्कोः परे ई वर्णस्य परे सकारः अस्ति, आदेशप्रत्ययोः इति सूत्रेण सकारस्य शब्दं भवति, गमिष्यन्ति इति रूपं सिद्ध्यति. उत्तमम्. अत्र स्मर्तव्यः अंशः कः इत्युक्ते, गम् धातुः अनिट् धातुः, किन्तु विशिष्टसूत्रेण इडागमः भवति, इत्युक्ते धातुः सेट् भवति, गमेरिट् परस्मैपदेषु इति सूत्रेण इडागमः भूत्वा गमिष्यति इति रूपं भवति. वस्तुतः धातुः तु अनिट् धातुः, इत्युक्ते इडागमयोग्यः नास्ति. यत्र यत्र इडागमः भवति तत्र आदेशप्रत्ययोः इत्यस्य कार्यम् अस्ति एव. तदर्थमेव आगमिष्यन्ति, पठिष्यन्ति अत्र षत्वसहितं रूपं द्रष्टुं शक्नुमः. अपि च मौखिकम् अभ्यासम् इति दत्तमस्ति खलु, मौखिकः अभ्यासः. समस्तपदं कृत्वा वक्तुमिच्छामश्चेत् मौखिकाभ्यासः. अत्र विशेषणविशेष्यभावप्रसङ्गे किञ्चित् वक्तुमिच्छामि. मौखिकाभ्यासः इति समस्तपदमस्ति चेत् अयम् अभ्यासः मौखिकः. अभ्यासः इति विशेष्यमस्ति, मौखिक इति विशेषणमस्ति. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. अत्र अभ्यासः इति अधिकरणमस्ति. अधिकरणम् इत्युक्ते आधारः, आधारोधिकरणम् इति वदामः. अत्र अधिकरणम् इत्युक्ते आधारः अस्ति. मौखिकाभ्यासः इत्यस्मिन् पदे कर्मधारयसमासः अस्ति. कर्मधारयसमासप्रसङ्गे समानाधिकरण्यं वर्तते, समानम् अधिकरणं वर्तते. अत्र अधिकरणम् अभ्यासः. अभ्यासः कीदृशः? मौखिकः. अभ्यासे मौखिकत्वमस्ति, अभ्यासे एव अभ्यासत्वमपि अस्ति. उन्नतवृक्षः इति कथनेन वृक्षः एव आधारः. वृक्षः आधारः अथवा विशेष्यं. वृक्षे उन्नतत्वम् अस्ति, वृक्षत्वमपि अस्ति. एवमेव अत्रापि मौखिकाभ्यासः इति समस्तपदे द्वयोः पदयोः मध्ये अभेदसम्बन्धः. भिन्नरीत्या वक्तुमिच्छामश्चेत् पूर्वपदेन उत्तरपदेन एकः एव पदार्थः उक्तः. मौखिकाभ्यासः इत्यस्मिन् समस्तपदे पूर्वपदेन उत्तरपदेन एकः एव पदार्थः उक्तः. एकः एव पदार्थः कः? अभ्यासः इति एकः एव पदार्थः उक्तः. तत्र अधिकरणम् अथवा आधारः अभ्यासः इति. कीदृशः अभ्यासः? मौखिक अभ्यासः. गते वर्गे अयं प्रश्नः आगतः, तदर्थं वदन्ती अस्मि. वयं सर्वे मिलित्वा बहु उत्तमरीत्या चिन्तनं कृतवन्तः. सर्वेषां कृते धन्यवादाः. नमस्कारः. धन्यवादः भगिनी. नमस्कारः.